पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 28 नारद उवाच विमलस्थं द्विजं नीत्वा द्वारकायामिहागतः पुनस्तौ सस्नदुं धीरौ श्रीपदेर्भक्तिकाम्यया भूयखे मेकगम्भीरा वागासीदिति भूपते आकाशवागुवाच शृणुदं द्विजशार्दूलौ हरेस्तीर्थमिदं शुभं यदतीर्थप्रसादाद्वां विष्णुभक्तिर्भविष्यति यया जहादि लोकोऽयमविद्या मोहमुल्बणं नारद उवाच निशम्यदद्विजश्रेष्ठौ तां वाचमशरीरिणीं प्रसादोऽयं हरेरासीदित्यूचादे परस्परां स्नात्वा तौ विधिवत्तत्र लब्ध्वा भक्तिं हरेः परां चलदुःप्रणिपत्येदं भाषमाणौ मिथस्तदा द्विजावूचदुः यथा वयोर्हि संयोगः पथि जातो विचारतः यथा गृहकलत्रादिसंयोगो भुवि जायते साम्प्रतं विरहो भावी यथा नौ मार्गवर्दिनौ तथा दारसुदादीनां कालव्यास्य वर्तिनां धन्यः स पुरुषो लोके योद्धारसुतसङ्गमं विज्ञाय क्षणिकं नित्यं संश्रयेत् श्रीपदिं भजेद नारद उवाच स्मरणं करणीयं मे दासोऽहं त्वत्पदाश्रयः सन्देशः प्रेषणीयो मामित्युक्त्वा स्वगृहं गतौ शृणु राजन् यथा तेन मित्रेण विमलस्य तु मोक्षणं राक्षसीनां तु विहितं पदि गच्छता व्रजन् स ब्राह्मणप्राप्तस्तं देशं जलवर्जितं यत्र ताः पापविप्लुष्टा राक्षस्याः क्षुत्रुषा कुलाः अथ ताः पथि गच्छन्तं दूरादृष्ट्वा द्विजोत्तमं सजलामत्र हस्तं तं मिथस्त्विदि बभाशिरे राक्षस्युवाच आयादिपथिक कश्चिज्जलपात्रं करे दधत अस्माकं क्षुत्रुषो शान्तिर्मनागपि भविष्यति येनं सम्भक्षयिष्यामः पश्यामोऽस्य करे स्थितं पात्रं जलं वयं तृष्णा क्षुधार्ता शतवर्षतः नारद उवाच काचिदाहेत्यहं पूर्वमस्योष्णं कालखण्डकं भक्षयित्वा ततो रक्तं पीत्वा यास्यामि जीवितम् अन्याप्राह क्रियद्रव्यं विद्यतेऽस्य गजानने मम व्याक्राननायास्तु पानायापि न दृश्यते अन्या वैरथचक्राख्या श्रूयतां वचनं मम करिष्ये कुण्डलमहं केनान्त्रैरस्य मेखलाम् अन्या वददहं दन्तैरेकदश्यामलीकृतैः रमेषोडशभिर्द्यूतशालायां तद्विशारदः इत्युक्त्वा ताः मिधः सर्वास्तं द्विजं प्रदिदुद्रुवुः विवृतास्या ललज्जिह्वाः प्रद्योतैकमहाभुजाः आयान्तीस्ताः समालोक्य ब्राह्मणाभयविह्वलः आत्मानमभितश्चक्रे रक्षां वेदोदितां नृप त अगत्यस्थिता दूरं राक्षस्यो भीमविक्रमाः तेजसा तस्य मन्त्रैश्च प्रत्यादिष्ठा नराधिपः ऊचुश्च को भवानत्र कुतः प्राप्तोऽसि तद्वद त्वद्दर्शनान्मनोऽस्माकं प्रसादमधिगच्छति त्वत्पादस्पर्शनात् किं नो न विप्र भविता फलम् अदो मूर्धसु नो देहि स्वकीयं पदपङ्कजं नारद उवाच इत्याकर्ण्यवचस्तासां जगाद हरिदत्तजः द्विज उवाच कृत्वा पवित्रतीर्थानि ब्राह्मणोऽहं समागतः साम्प्रतं पुष्करं यामि भवतीभिः किमिच्छते यतस्तत्प्रार्थ्यतां दातुं शक्तो दास्यामि चेत्तदा राक्षस्य ऊचुः येषु तीर्थेषु विप्रेन्द्र त्वया स्नादं वदस्वनः तानि सर्वाणि पुण्यानि मोचयाथ कुजन्मनः अस्मानदितरां तृष्णाक्षुद्भ्यां दारुणदुःखदात् ब्राह्मण उवाच अवन्तीमाश्रमात् पूर्वमहं हरिपुरीमिदः गतोऽहं द्वारकां तस्मात् स्नात्वा सोमोद्भवाजले तदप्राप्तः प्रभासाख्यं तीर्थं नीरधितीरगं तस्मात् सेतुनिबन्धेहं स्नादः परमपावने तस्मादहं महापुण्यां किष्किन्धां समुपागतः हतो यत्र दुरामेण वाली कपिगणेश्वरः तस्मान्मठं सरस्वत्या नर्मदातीरसंस्थितं समागतोऽहं यत्रास्ति भारती सर्वसेविता तदोऽहं मावेशं वेणीं तां नत्वा दक्षिणापथे शिव काञ्ची विष्णुकाञ्च्यौ दृष्टे तत्र मया पुरौ ययोर्मरणदो जन्तुशिवो विष्णुश्च जायते तदोऽहम् उत्कलं प्राप्तो यात्रास्ति हरिरीश्वरः चतुर्वर्गप्रदः साक्षाद्भक्तानामपि काङ्क्षितं समर्चयित्वा विधिवद्भक्षयित्वा निवेदितं प्रसादभूतं तस्यैव गङ्गासागरसङ्गमं तत्र देवान् ऋषीन् पितॄंस्तर्पयित्वा यथाविधि यत्र गङ्गाशतमुखी जादा तत्राहमागमं ततो गयामुपागत्य पिण्डान् दत्त्वा यथाविधि पितृभ्यस्तुलसीपुष्पचन्दनोदकपूजितान् कोशलां शरयुं वारि कर्णधार नभस्वता पवित्रताखिलजनां स्पर्शनेनाह मागमं तत्रास्ति गोप्रताराख्यं तीर्थं त्रिदश दुर्लभम्। तत्र स्नानादिकं कर्म निशाचर्यकृतं मया, तदकाशीमहं प्राप्तो राजधानीमुमापदेहे। नत्वा विश्वेश्वरं देवं बिन्दुमाधवमेव च, स्नातं मणिकर्णिकायां ज्ञानवाप्यां च भक्तितः, त्रिरात्रिमुषितस्तत्र प्रयागं पुनरागमम्। पौषशुक्लचतुर्दश्यां साक्षाद्यत्र प्रजापतिः, एकस्मिन् माघमासे तु स्नानं कृत्वा रुणोदये, पुनस्तस्मात् समायादो नैमिषं गोमतीतटे, यत्र तीर्थानि सर्वाणि वसन्ति जस्वमायया, ततोऽहं मधुरां प्राप्तो यत्र विश्रान्तिसंज्ञकम्। तीर्थं तत्सन्निधौ पुण्यमसि कुण्ठाख्यमुत्तमम्, कृष्णगङ्गाध्रुवाक्रूरकेशि कालीयतीर्थभृत, यमुनास्ति महापुण्या यत्र सर्वार्थदायिनी, उभयो कूलयोस्तस्या वनानि द्वादशश्रिया, राजमानानि केचर्यसमस्तार्थकराणि च, सन्दितेषु नरस्नात्वा पीत्वा भूयो न जायते, ततोऽहमागमं पुण्यम् हस्तिनापुरमुत्तमं, यत्र श्रीपतिपादाब्ज जादा गङ्गा सरिद्वरा, ततो नारायणस्थानं हिमवद्भूमि संस्थितम्। आगत्य माधवं दृष्ट्वा केदारमहमागमम्, तत्र सम्पूज्य विश्वेशं पीत्वा हंसोदकं पुनः हरिद्वारं महापुण्यमागमं जाह्नवीतटे। तत्र स्नात्वा पितृन् देवान् ऋषीन् सन्तर्प्य चाप्यहं समागधकुरुक्षेत्रे यत्र प्राची सरस्वती, तत्राप्यहं क्रिया सर्वाः कृतवान् नियतेन्द्रियः, अर्चयित्वा च पादाब्जं श्रीपदे पुष्करं प्रति, चलितो मार्गमध्ये तु विमलो नाम मे सखा, मिलितो मां व्रजन् गेहमिन्द्रप्रस्थास्तु तीर्थतः, नीतोऽहं तेन राक्षस्य पुनस्तत्र द्विजन्मना, तीर्थेदि मे परावृत्य शक्रप्रस्थे किलार्थदे, तत्रास्ति द्वारका पुण्या निर्मिता विष्णुना स्वयं, तत्रावलोकितः साक्षात् विष्णुर्वाक्यान्नरूपदः, तत्राकं स च संस्नादौ विष्णुभक्तिप्रलब्धये, दत्ता सा विष्णुना मह्यं तस्मै च कृष्णमूर्तिना। श्रुत्वा तत्र हरेर्वाणी न रूपं वै विलोकितं, भक्तिर्लब्धा तदस्नानाद्यमहं पुष्करं प्रति, तस्य तीर्थाधिपस्येदं द्वारकाख्यस्य वै जलं कमण्डलुगतं पुण्यं निशाचर्यो वदाम्यहम्। भवतीभिरहं पृष्टो यत्तदाख्यातमेव च, दृष्ट्वा वो दुर्दशामेधां कृपा मे जायते हृदि उच्यतां किं करोम्यद्य भवदीनां वशो ह्यहं ज्ञानं भवतु युष्माकमिति ताः शिशिचेम्भसा तास्तज्जलाभिमर्शात्तु सर्वेषां जन्मकर्मणां संस्मृत्य तत्यध्युश्चैव राक्षसं देहमुल्बणम् आसाद्य देवतादेहं विमानं सप्तमागतम् आरुह्याप्सरसो भूत्वा ता प्रणेमुर्द्विजन्मने ऊचुश्च भो द्विजश्रेष्ठद्वारका जलसङ्गमाद राक्षसत्वाद्वयं मुक्ता गच्छामस्त्रिदशालयम् इन्द्रप्रस्थान्तरावर्तिन्येषा या द्वारका द्विज नादः परतरं लोकेऽन्यत्तीर्थमखिलार्थतम् नारद उवाच इत्युक्त्वा ताः समारूढा विमानेषु महीपते जग्मुः प्रार्चीं दिशं तेन दत्ताज्ञा वै द्विजन्मना यमुनातीरवर्दिन्या द्वारकाया महीपदे शृण्वन्माहात्म्य मे दस्या नरः पापै प्रमुच्यते वेदज्ञानां ब्राह्मणानां शतस्येच्छासु भोजनाद यद्फलं श्रवणादस्मान् महिं नस्तत्प्रजायते गोविन्दाराधने सम्यग् यथा वै सौख्यमिन्द्रियं माहात्म्यश्रवणादस्य द्वारकायास्तथा नृप सूर्येन्दुग्रहणे दानासुवर्णफलविंशतेः यद्फलं शृण्वतैतस्य माहात्म्यं तदवाप्यते विमलस्य सुतप्राप्तिं श्रुत्वा सुत इहाप्यते तत्सख्युर्भक्तिलाभं च लभ्यते भक्तिरुत्तमा राक्षसीनां विमोक्षं यशृणोति श्रद्धयान्वितः सयादिता इव श्रेष्ठं विमानेन सुरालयम् नृपवरमहिमा ते वर्णितो द्वारकायास्त्रिभुवनजनसेव्या शक्रतीर्थस्थितायाः हिमपरमधिपुण्यं वर्णयामि त्वदग्रे कथय न हि विधेयश्रेयसि स्वे विलम्बः इति श्रीपाद्मे महापुराणे उत्तरखण्डे कालिन्दीमाहात्म्ये द्वारकायाख्यानं नाम अष्टाधिकद्विशततमोऽध्यायः ॐ